नमस्सर्वेभ्यः पुनः अस्माकं पाणिनीयव्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति। गतवर्गे अष्टाध्याय्याः समग्रदृष्टिः अधीयमानाः आसन्। इदानीं तत्र एकवारं किञ्चित् पुनःस्मरणं कृत्वा अग्रे सर्तुं शक्नुमः। अत्र अस्माकं पुरतः प्रथमं चित्रमस्ति अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति। तत्र आदिमसोपाने प्रकृतिः द्विविधा अस्ति, धातुः अथवा प्रातिपदिकम्। अपि च प्रत्ययः कति विधाः सन्ति? विमला भगिनी, वदतु अत्र प्रत्ययः कति विधप्रत्ययाः सन्ति भगिनि? मया पृष्टं किम्? भवतीमेव पृष्टवती। एकनिमिषं भगिनि, प्रत्ययाः द्विविधाः, ये प्रातिपदिकात् युज्यन्ते अपि च धातुतः युज्यन्ते। पुनः तत्र केवलं द्विविधाः इति न इति नास्ति, यद्यपि विकरणप्रत्ययाः धातुप्रत्ययाः। हा हा, न न, इत्युक्ते तत्र अष्टाध्याय्यां कति विधप्रत्ययाः सन्ति इति चेत् तत्र किं वक्तव्यं? सप्तविधप्रत्ययाः सन्ति, सप्तविधप्रत्ययाः सन्ति। ते सर्वे अपि प्रायेण धातुतः अथवा प्रातिपदिकात् एव विधीयन्ते। मूलं तु धातुः अथवा प्रातिपदिकं, परन्तु सप्तविधप्रत्ययाः सन्ति। के ते सप्तविधप्रत्ययाः? अहं वदामि वा भगिनि? वदतु। सुप् प्रत्ययः, तिङ् प्रत्ययः, कृत् प्रत्ययः, स्त्रीप्रत्ययः, तदिदप्रत्ययः, विकरणप्रत्ययः, सनादिप्रत्ययः इत्येव। सत्यं, बहु समीचीनम्। तर्हि आहत्य सप्तविधप्रत्ययाः सन्ति। अत्र है लेवल् पश्यामः चेत् सप्तविधप्रत्ययाः सन्ति। प्रातिपदिकात् विधीयमानाः प्रत्ययः सुप्रत्ययः, स्त्रीप्रत्ययः, तदितप्रत्ययः, धातुतः विधीयमानाः प्रत्ययः तिङ्प्रत्ययः, कृत्प्रत्ययः, विकरणप्रत्ययः वा धातुप्रत्ययः इति सप्तविधप्रत्ययः। विमला भगिनी अवगतं खलु? भवती जानाति एव। अस्तु, तर्हि इदानीं इदानीं प्रातिपदिकात् सुप्रत्ययः, स्त्रीप्रत्ययः, तदितप्रत्ययः विद्यते इति इदानीं वयम् अवगच्छामः। तस्मिन् विषये इतोपि अध्ययनं नास्ति इदानीम्। इदानीम् अस्माकं लक्ष्यं किं? सार्वधातुकप्रकरणं, सार्वधातुकप्रकरणे प्रवेशः एव अस्माकं लक्ष्यम् अस्ति। तदर्थं तत्र धातुः, तस्मिन् विषये एव अस्माकम् अवधानम् अस्ति, धातुः इति अवधानम् अस्ति। अतः धातुतः के के प्रत्ययाः भवन्ति इति चेत् अत्र प्रथमस्तरे धातुतः तिङ्प्रत्ययः अपि च कृत्प्रत्ययः, तिङ्प्रत्ययः अपि च कृत्प्रत्ययः। तर्हि तिङ्प्रत्ययेषु अपि पुनः द्विविधः, सार्वधातुकप्रत्ययः, आर्धधातुकप्रत्ययः इति अस्ति। तर्हि तत्र रमा भगिनी वदतु, तिङ्प्रत्ययस्य आर्धधातुकत्वं सार्वधातुकत्वं कथम्? तिङ्प्रत्यये सार्वधातुकप्रत्ययः लङ्लकारस्य, लट्लकारस्य, विधिलिङ्लकारस्य, लोट्लकारस्य प्रत्ययः सार्वधातुक तिङ्प्रत्ययः सार्वधातुक अस्ति। शेषम् आर्धधातुक अस्ति, आर्धधातुक अस्ति। भवती किं वदति इति चेत् तिङ् प्रत्ययः लट्लकारे, लोट्लकारे, लङ्लकारे, विधिलिङ्लकारे सार्वधातुकः, अवशिष्ट सर्वत्र अर्धधातुकः इति वदति खलु? तत्र तादृशचिन्तने, तादृशचिन्तनं समीचीनं वा? उमा भगिनि किं चिन्तयति? उमा भगिनि, भगिनी कस्मिन् विषये उक्तवती? अत्र लट्लकारे, लोट्लकारे, लङ्लकारे, विधिलिङ्लकारे, तिङ्प्रत्ययः, सार्वधातुकः अवशिष्टलकारेषु तिङ् प्रत्ययः आर्धधातुकः इति तादृशवाक्यं समीचीनं वा? कृत्प्रत्ययः अपि सार्वधातुकः आर्धधातुकः अस्ति न? तिङ्प्रत्ययस्य विषये व्यपत्ति अस्ति. तिङ्प्रत्ययस्य विषये एव अत्र अत्र हा अत्र विजयलक्ष्मी भगिनी वदतु, भवती भवती किं चिन्तयति? प्रश्नः कः भगिनि? विजयलक्ष्मी भगिनि हा भगिनि वदतु. लोट् विधिलिङ्ग् अनन्तरं सूत्र द्वयमस्ति खलु, आर्धधातुकशेषपर लिप्च अनन्तरम् आशीर्लिङ्गि. तत्र तु सूत्रपाठे एव आर्धधातुकत्वं सन्ति लकारस्य. अन्यथा तु विकर्णप्रत्ययः न विकर्णप्रत्ययः मास्तु, इदानीं केवलं तिङ्प्रत्ययः. तिङ्प्रत्ययः तत्र लिट् अनन्तरम् आशीर्लिङ्गि एते द्वे लकारे एव लकारौ एव एतौ द्वौ लकारौ एव अर्धधातुकलकारौ अत्र अत्र एतौ लकारौ एव अर्धधातुकलकारौ इति अपि न समीचीनं खलु. वयम् अन्यं दृष्टवन्तः अन्यत्र. आम् आम् आक्चुलि षट् लकारे लकाराः आर्धधातुकलकाराः, चत्वारः लकाराः सार्वधातुकलकाराः इति दृष्टवन्तः वयम्. हा तत् समीचीनम्. अतः अत्र स्मर्तव्यम् इति चेत् लकारचिन्तनं भिन्नं, लकारस्य चिन्तनं भिन्नम् अस्ति, अपि च तिङ् प्रत्ययस्य चिन्तनं भिन्नम् अस्ति. रमाभगिनी किम् उक्तवती इति चेत् चतुर्षु लकारेषु सार्वधातुक तिङ् प्रत्ययः सार्वधातुकः, अवशिष्टलकारेषु तिङ् प्रत्ययः आर्धधातुकः इति भगिनी लकारस्य विषये सर्वत्र सार्वधातुक एव, परन्तु लकारस्य विषये हा इति भेदः अस्ति. भेदः कः इति भेदः कः इति चेत् इदानीं केवलं तिङ् प्रत्ययस्य विषये चिन्तनमस्ति. लकारस्य स्थाने तिङ् प्रत्ययः तिङ् प्रत्ययः अयान्ति, तादृश तिङ् प्रत्ययः कीदृशः? किं पित् अपित् भगिनि, तिङ् प्रत्यय धातुतः साक्षात् दृश्यते प्रत्यय अत्र. लकारस्य चिन्तनमस्ति, लकारस्य चिन्तनमस्ति, लकारस्य विभजनं भिन्नम्. अत्र तिङ् प्रत्ययस्य स्वभावः कः इति भिन्नम् अस्ति. अत्र भेदः कः इति एकवारम् अहं वदामि. पितपित् इति अग्रे आयास्यति पुनः तस्य भेदः. इदानीं प्रत्ययः इदानीं किमर्थं वयं तु तिङ् प्रत्ययविषये एकक्षणं शृण्वन्तु. अत्र भेदः कः? लकारः भिन्नः, तिङ् प्रत्ययस्य विषयः भिन्नः. कथमिति वदामि इदानीम्. अत्र तिङ् प्रत्ययः इत्युक्ते लकारस्य स्थाने यः प्रत्ययः आयाति सः प्रत्ययः तिङ् प्रत्ययः. तत्र तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सर्वे तिङ् प्रत्ययः सार्वधातुकाः इति वयं जानीमः. तदनन्तरं तत्र अपवादरूपेण यथा विजयलक्ष्मीभगिनी उक्तवती, अपवादरूपेण लिच्च अपि च लिङ्गाशिशि इत्याभ्यां सूत्राभ्यां तिङ् प्रत्ययः अर्धधातुकप्रत्ययः भवति. तर्हि तावदेव अत्र सार्वधातुकतिङ् प्रत्ययः सामान्यतया केवलं लिट् लकारे अपि च आशीर्लिङ्ग् लकारे तिङ् प्रत्ययः अर्धधातुकप्रत्ययः. इदानीम् इति प्रत्ययस्य विषयः अस्ति. इदानीं लकारस्य विषये चिन्तयामः चेत् तत्र लकारस्य विषये लट् लकारः, लोट् लकारः, लङ् लकारः, विधिलिङ्ग् लकारः, चतुर्षु लकारेषु वयं किं वदामः? लकारः सार्वधातुकलकारः इति वदामः. सार्वधातुकलकारः प्रत्ययः, तिङ् प्रत्ययः अपि सार्वधातुकप्रत्ययः. किमर्थं सार्वधातुकलकारः इति वदामः? यतोहि तत्र तिङ् प्रत्ययः धातुः तिङ् प्रत्ययं साक्षात् द्रष्टुं शक्नोति. इत्युक्ते किम् इति चेत् तत्र विकर्णप्रत्ययस्य अवसरः अस्ति. गणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति. इत्युक्त्वा सारधातुकलकारः इति वदामः. तत्र तिङ्प्रत्ययः सारधातुकः एव. तिङ्क्षित् सारधातुकम् इत्यनेन सर्वे प्रत्ययः सारधातुकप्रत्ययः, अतः क्लेशः नास्ति. लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु तिङ्प्रत्ययः सारधातुकप्रत्ययः, तत्र लकारः अपि सारधातुकलकारः. लकारः सारधातुकलकारः इति किमर्थं वदामः इति चेत् तत्र व्यवधानं नास्ति. धातु तिङ्प्रत्ययोः मध्ये व्यवधानं नास्ति, अतः तत्र वयं सार्वधातुकलकारः इति वदामः. व्यवधानं नास्ति इति कृत्वा सार्वधातुकलकारः इति वदामः. किमर्थं सार्वधातुकलकारः इति वदामः? यतोहि तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति. यतोहि व्यवधानं नास्ति, धातु तिङ् प्रत्ययोः मध्ये बाधा नास्ति, अतः कर्तरि शप् इत्यस्य अवसरः अस्ति. अतः येषु येषु लकारेषु कर्तरि शप् इत्यस्य अवसरः भवति तादृशलकारः सार्वधातुकलकारः, इत्युक्ते लट् लकारः, लोट् लकारः, लङ् लकारः, विधिलिङ्ग् लकारः. इत्येषु लकारेषु एव विकरणप्रत्ययः आगन्तुं शक्नोति, अतः सार्वधातुकलकारः इति वदामः. इदानीं तत्र तान् लकारान् विहाय, तान् लकारान् विहाय, लट् लोट् लङ् विधिलिङ्ग् लकारान् विहाय अवशिष्टे लकारेषु का गतिः इति चेत् तत्र सर्वत्र लिट् लकारः, अशिर्लिङ्ग् लकारः, तत्र तिङ् प्रत्ययः साक्षात् अर्धधातुकप्रत्ययः अस्ति. अर्धधातुकप्रत्ययः अस्ति, अतः लकारः अपि अर्धधातुकलकारः इति वदामः. लिट्लकारे, अश्रीलिङ्ग्लकारे तिङ् प्रत्ययः साक्षात् अर्धधातुकः अस्ति. कथमस्ति इति चेत् सूत्रमस्ति तदर्थं. पाणिनिः साक्षात् वदति तत्र लिट्लकारे तिङ् प्रत्ययः अर्धधातुकः, अश्रीलिङ्ग्लकारे तिङ् प्रत्ययः अर्धधातुकः इति वदति. अतः लिट्लकारः, आशीर्लिङ्ग्लकारः, आर्धधातुकलकारः, तिङ् प्रत्ययः अपि आर्धधातुकः. इदानीं तत्र लृट् लकारः, लृङ् लकारः, लुङ् लकारः, अपि च तत्र अन्यत् किमस्ति, लृट् लृङ् लुङ् लुङ् लुट् लुङ् लुङ् लृट् लिङ् इत्युक्ते तत्र चतुर्षु लकारेषु लृट् लृङ् लुट् लुङ् लृट् इति लकारः यत्र पठिष्यति, गमिष्यति इति भविष्यत्कालरूपम् अस्ति खलु. एषु लकारेषु का गतिः इति चेत् एषु लकारेषु तिङ् प्रत्ययः तु सार्वधातुकः एव, आर्धधातुकः नास्ति. अत्र पश्यन्तु, अत्र कोऽपि किमपि सूत्रमेव नास्ति येन लृट् लकारस्य तिङ् प्रत्ययः सार्वधातु आर्धधातुकः भवतु इति तादृशसूत्रं नास्ति. अतः तिङ् प्रत्ययः तु सार्वधातुकः एव. तथापि वयं किमर्थम् आर्धधातुकलकारः इति वदामः इति चेत् तत्र मध्ये व्यवधानम् अस्ति. मध्ये विकरण, मध्ये लकारनिमित्तिकविकरणप्रत्ययः भवति इति कृत्वा धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति इति कृत्वा तत्र लकारः आर्धधातुकलकारः इति वदामः. किमर्थमिति चेत् इदानीं तत्र पट् इति धातुं स्वीकृत्य पश्यामः चेत् पट् योगः लकारः लृट् लकारः. इदानीं पट् योगः स्य योगः लृट्, स्य इति प्रत्ययः मध्ये अस्ति, अतः धातुः तत्र इदानीं तत्र पट् योगः स्य योगः लृट्, इदानीं तत्र लृट् स्थाने तिङ् आयाति. इदानीमपि तिङ् प्रत्ययः सार्वधातुकः एव, अर्धधातुकः नास्ति, सार्वधातुकः एव. तथापि वयम् अर्धधातुकलकारः इति किमर्थं वदामः इति चेत् धातुः किं पश्यति? धातुः त्यति इति पश्यति, त्यति इति पश्यति, ति इति साक्षात् न पश्यति, त्यति इति पश्यति. स्य इत्यस्य स्वभावः अर्धधातुकत्वं, स्य इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति. किमर्थम् अर्धधातुकप्रत्ययः? किञ्चित् भिन्नः अस्ति, अतः अर्धधातुकप्रत्ययः. धातुः इदानीं स्यति इति पश्यति, स्यति इति एकसमूहः इति स्वीकुर्मः चेत् अर्धधातुकत्वं भवति, परन्तु पृथक्तया तिङ् इति पश्यामः चेत् सार्वधातुकम् एव, न तु अर्धधातुकत्वं. स्यति इति अर्धधातुकत्वं, ति इति तु सार्वधातुकत्वं. बुद्धं वा रमा भगिनि? इति भेदः. न, सर्वे लकारः अर्धधातुकलकारः इति नास्ति. सर्वे लकारः अर्धधातुकप्रत्ययः, प्रत्ययः अस्तु. इदानीम् अस्माकं पुरतः तत्र तिङ् प्रत्ययः लकारस्य चिन्तनं नास्ति, एकं स्मर्तव्यं. लकारः तु अस्माकं सौलभ्यार्थं, सार्वधातुकलकारः आर्धधातुकलकारः इति विभजनं तु वस्तुतः अष्टाध्याय्यां नास्ति, केवलम् अस्माकं सौलभ्यार्थं. किमर्थं, कीदृशसौलभ्यम् इति चेत् सार्वधातुकलकारेषु प्रक्रिया समाना भवति, अर्धधातुकलकारेषु प्रक्रिया समाना भवति. वयं किं कुर्मः इति चेत् प्रथमं सार्वधातुकलकाराणाम् अध्ययनं कुर्मः, तत्र प्रक्रिया समाना भवति, तदनन्तरम् अर्धधातुकलकाराणाम् अध्ययनं कुर्मः. किमर्थम् एतादृशविभजनम् इति चेत् सर्वं मिलित्वा वयं पठामः, तत्र सिद्धान्तकौमुद्यां सर्वं मिलित्वा अस्ति. दशलकाराणामपि एकं दातुं स्वीकृत्य दशानां लकाराणामपि रूपाणि भवन्ति. तादृशं वयं कुर्मः चेत् तत्र भ्रमः भवितुमर्हति, ज्ञानस्य दृढता न भवति, यतोहि कुत्र साम्यम् अस्ति, कुत्र भेदः अस्ति इति तादृशज्ञानं स्पष्टतया न भवति. तदर्थम् एतादृशविभजनम् अस्माकम् अध्ययनार्थं. परन्तु एतादृशविभजनं तु तत्र साक्षात् अष्टाध्यायं नास्ति इति लकारस्य विषयः. इदानीम् अस्माकं चिन्तनं केवलं प्रत्ययस्य विषयः अस्ति. प्रत्ययस्य विषये वयं पश्यामः चेत् तिङ् प्रत्ययः सार्वधातुकः भवति अथवा आर्धधातुकः भवति. कथम् आर्धधातुकः इति चेत् सूत्रद्वयम् अस्ति, लिच्च लिङ्गाशिषि, तावदेव. तदनन्तरं कृत् प्रत्ययः. कृत् प्रत्ययः कः, कथं जानीमः प्रत्ययः कृत् प्रत्ययः अस्ति वा इति? अरविन्द् महोदय, प्रत्ययः कृत् अस्ति. हा, बहु समीचीनं. सूत्रं स्मरति वा? कृतिङ् इति सूत्रमस्ति. यः प्रत्ययः धातुतः विधीयते सः प्रत्ययः तिङ् नास्ति, तर्हि कृत् प्रत्ययः अस्ति. तिङ् भिन्नः प्रत्ययः कृत् प्रत्ययः. तर्हि पुनः कृत् प्रत्यये प्रत्ययेषु अपि सार्वधातुकत्वम् अस्ति, अर्धधातुकत्वम् अस्ति. ये प्रत्ययः शितः सन्ति, तिङ्क्षित् सार्वधातुकं, ये प्रत्ययः शितः सन्ति धातुतः विधीयमानः, तर्हि सः प्रत्ययः कृत् प्रत्ययः. ते प्रत्ययः कृत् प्रत्ययः. यः प्रत्ययः अशितः सन्ति, अशितः सन्ति धातुतः विधीयमानः अशितः प्रत्ययः कृत् प्रत्ययः, अर्धधातुकप्रत्ययः. सार्वधातुकप्रत्ययः शितः इत्युक्ते शत्र, शानज् एते सर्वे अत्र आयान्ति कृत् प्रत्ययेषु, कृत् प्रत्ययस्य अन्तर्गते शत्रुप्रत्ययः, शानच् प्रत्ययः इत्यादयः. अर्धधातुकप्रत्ययः अशितः, अत्र तप्रत्ययः, तवतु प्रत्ययः, तुमुन् प्रत्ययः इत्यादयः. तदनन्तरं तत्र विकरणप्रत्ययः, धातुप्रत्ययः. विकरणप्रत्ययः तु कुत्र आयाति? तत्र लक्ष्मीभगिनी वदतु. विकरणप्रत्ययः तु धातोः तिङ्प्रत्ययोः मध्ये आयाति, ते विकरणप्रत्ययः इति वदन्ति. तत्रापि गणनिमित्तिकविकर्णप्रत्ययः च भवन्ति, लकारनिमित्तिकं विकर्णप्रत्ययः च भवन्ति. विंशतिः विकर्णप्रत्ययाः आहत्य भवन्ति. तत्र गणनिमित्तिकविकर्णप्रत्ययेषु सार्वधातुकत्वं भवति, यत्र षित् अस्ति तत्र शप् शन् तादृशाः सर्वं सार्वधातुकः गणनिमित्तिकः विकर्णप्रत्ययः भवन्ति. केवलं तनादिगणे ऊ प्रत्ययः आर्धधातुकत्वं प्राप्नोति. तदा एव लकारनिमित्तिकप्रत्ययेषु विकर्णप्रत्ययेषु स्या, तासि, ते सर्वम् आर्धधातुक प्रत्ययः भवन्ति. किमर्थमिति चेत् षित् नास्ति, अतः आर्धधातुकत्वं भवति. तदनन्तरं बहु समीचीनम् इति अस्ति. विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः, लकारनिमित्तिकविकरणप्रत्ययः. अत्र एव अस्माकं लकारस्य चिन्तनम् आगच्छति. गणनिमित्तिकविकरणप्रत्ययः यत्र भवति तत्र सार्वधातुकलकारः, लकारनिमित्तिकविकरणप्रत्ययः यत्र आयाति तत्र अर्धधातुकलकारः. तत्र धातु, यत्र धातु तिङ् प्रत्ययं द्रष्टुं शक्नोति तादृशलकारः सार्वधातुकलकारः, यत्र न द्रष्टुं शक्नोति व्यवधानं मध्ये अस्ति, यथा लृट् लकारस्य इति प्रत्ययः, लुट् लकारे तास् इति प्रत्ययः, तत्र अर्धधातुकलकारः इति वदामः. अस्तु भगिनी, भवती एव वदतु, धातुप्रत्ययः के प्रत्ययः? धातुप्रत्ययः द्वादश धातुप्रत्ययाः सन्ति. ये धातुतः विधीयन्ते ते धातुप्रत्ययाः. तत्र णिच् सनादिप्रत्ययाः भवन्ति. तत्र प्रत्यय विशेषता किम् इति चेत् ते नूतनधातुः अस्ति. धातुतः यत् धातुप्रत्ययः विधीयते तदनन्तरं नूतनधातोः निर्माणं भवति. ते आतिदेशिकधातुः इति कथ्यन्ते. उदाहरणार्थम् पट् योग णिच् भवति चेत् तत्र पाठी इति रूपं भवति. पाठी इति नूतनधातुः निर्माणं धातोः निर्माणं भवति. तदनन्तरं पाठीयोग तिङ्प्रत्ययः षित् इति कृत्वा कर्त्रते अपि क्षम्यतां सार्वधातुकं तदनन्तरं कर्त्रते अस्ति इति कृत्वा कर्तरिषप् इत्यनेन शप् आयाति. तदनन्तरं पाठीयोग शप् योग तिप् इति रूपं पाठयति इति रूपम् अन्ते आगच्छति. बहु समीचीनं भगिनि, तथैव अत्र द्वादश धातुप्रत्ययः सन्ति. सनादिप्रत्ययः इति वदामः, द्वादश सन्ति. एते प्रत्ययः यदा धातुतः विधीयन्ते तदानीं तत्र नूतनधातुः निष्पद्यते इति तावदवगच्छामः चेत् इदानीं पर्याप्तम्. एतावत्पर्यन्तं कस्यचित् मनसि तत्र भ्रमः किमपि अस्ति वा, स्पष्टता अस्ति वा? स्पष्टं नास्ति चेत् कृपया वदन्तु, पुनः वयं द्रष्टुं शक्नुमः. यतोहि मूलविषयः अस्ति, स्पष्टता नास्ति चेत् अग्रे गन्तुं न शक्नुमः. भगिनि, तिङ् प्रत्ययः किं भगिनि? सर्वदा सार्वधातुकप्रत्ययः. तिङ् प्रत्ययः सामान्यतया तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे प्रत्ययाः सार्वधातुकसंज्ञकाः. कथं जानीमः इति चेत् तत्र अष्टाध्याय्याम् एकं सूत्रमस्ति, तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति. तेन वयम् अवगन्तुं शक्नुमः सर्वे तिङ् प्रत्ययाः सार्वधातुकाः. ततः अग्रे किमपि न उक्तं चेत् तर्हि सर्वे प्रत्ययाः सार्वधातुकप्रत्ययाः एव भवन्ति, तत्र क्लेशः एव नास्ति. परन्तु तिङ्क्षित् सार्वधातुकम् इत्यस्य अनन्तरम् अत्र तत्र आर्धधातुकं शेषः इति सूत्रमस्ति. तदनन्तरं सूत्रद्वयम् अस्ति, लिच्च लिङ्गाशिशि इति सूत्रद्वयम् अस्ति. तत्र लिच्च लिङ्गाशिशि तत् सूत्रं किं वदति, लिच्च लिङ्गाशिशि सूत्रद्वयमपि किं वदति इति चेत्, तत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन सर्वे तिङ्प्रत्ययाः सार्वधातुकाः एव, परन्तु लिट्लकारे अपवादत्वेन लिट्लकारे तिङ्प्रत्ययः आर्धधातुकप्रत्ययः भवति. एवमेव आशीर्लिङ्ग्लकारे अपि तिङ्प्रत्ययः आर्धधातुकप्रत्ययः भवति इति अपवादरूपेण पाणिनिना उच्यते. किमर्थम् उच्यते तादृशम् इति चेत्, तत्र तथा न, यतोहि तत्र आशीर्लिङ्ग्लकारे अपि च लिट्लकारे बहुत्र तत्र मध्ये विकरणप्रत्ययः नास्ति, मध्ये विकरणप्रत्ययः न भवति. विकरणप्रत्ययः नास्ति चेत् तत्र मध्ये व्यवधानं नास्ति. व्यवधानं नास्ति इति कृत्वा तत्रापि कर्तरिषप् इति आगन्तुं प्रभवति, कर्तरिषप् इति आगन्तुं प्रभवति. तदर्थं कर्तरिषप् इति न भवतु तत्र, लिट्लकारे आशीर्लिङ्ग्लकारे कर्तरिषप् न भवतु इति कृत्वा एव सः पाणिनिः किं कृतवान् इति चेत्, साक्षात् तिङ्प्रत्ययः आर्धधातुकः. इदानीम् आर्धधातुकप्रत्ययः अस्ति चेत् कर्तरिषप् आगन्तुमेव न शक्नोति. कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेदेव कर्तरिषप् आगन्तुं शक्नोति. लिट्लकारे तु तिङ्प्रत्ययः साक्षात् आर्धधातुकः इदानीम् अपवादत्वेन, अतः कर्तरिषप् आगन्तुमेव न शक्नोति. तर्हि आहत्य भेदद्वयम् अस्ति, प्रायेण सर्वे तिङ्प्रत्ययः सार्वधातुकप्रत्ययः. केवलं लिट्लकारे यः तिङ्प्रत्ययः अस्ति, आशीर्लिङ्ग्लकारे यः तिङ्प्रत्ययः अस्ति, सः प्रत्ययः आर्धधातुकप्रत्ययः. तावदेव, धन्यवादः. अस्तु, तर्हि इदानीं ततः अग्रे गच्छामः. इदानीं तत्र वयं जानीमः प्रत्ययः तिङ् प्रत्ययः अथवा कृत् प्रत्ययः पुनः विभजनमस्ति सार्वधातुकः प्रत्ययः आर्धधातुकप्रत्ययः इति. तर्हि सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः अनयोः भेदाः अत्र प्रदर्शिताः. सार्वधातुकप्रत्ययः प्रथमचित्रे वयं स्मः. सार्वधातुकप्रत्ययः पुनः कीदृशः भवति अत्र? ललिता भगिनी वदतु. अस्ति वा बलि? पित् पित् अपित् इति भेदः अस्ति. पित् इत्युक्ते उपकारः इत् भवति तत् पित् अस्ति. पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति. सत्यं भगिनि वदतु समीचीनं. पित् स्थाने कार्यं करोति. अपित् इत्युक्ते पित् इति कस्य तादृश उल्लेखः अस्ति? पित् इति कस्य उल्लेखः? सार्वधातुकम् अपित् पित् इति कस्य तादृश नामकरणम् अस्ति भगिनि? पित् इति कस्य नामकरणं? प्रत्ययस्य नामकरणम् अस्ति. पित् इति प्रत्ययस्य नामकरणम् अस्ति. पुनः कीदृशप्रत्ययः इति चेत् सार्वधातुकप्रत्ययस्य एव पित् इति नामकरणमस्ति. सार्वधातुकप्रत्यये पकारः इत् अस्ति चेत् पित्, पकारः इत् नास्ति चेत् अपित्. पित् अस्ति चेत् किं भवति? तद् भवती उक्तवती पुगन्धलघुपदस्य च इत्यनेन गुणः भवति इति उक्तवती खलु? तावदेव अस्ति वा? अन्यत् सार्वधातुकम् अपित् निषेधकसूत्रमस्ति. अपित् इत्यस्य विषये, पित् इत्यस्य विषये भवती पुगन्धलघुपदस्य च इति उक्तवती. अन्यत् सूत्रमस्ति वा गुणस्य विषये? सार्वधातुक अर्धधातुकयोः. सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. सत्यम्. अपि च एकं स्मर्तव्यम् अत्र, प्रधानतया गुणस्य विषये चिन्तनं कुर्मः, परन्तु एकं स्मर्तव्यम् अष्टाध्याय्यां यत्र पित् प्रत्ययः अस्ति तत्र पित् प्रत्ययम् आश्रित्य कार्याणि अपि भवन्ति. यत्र केवलं हलादिपित् प्रत्ययः अस्ति चेत् किमपि कार्यं विशिष्टकार्यम् इति भवति. सामान्यतया गुणस्य चिन्तनम् अस्ति. पित् प्रत्ययः अस्ति चेत् गुणः भवति. इक् वर्णस्य गुणः, अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् गुणः, उपधायां लघु इक् वर्णः अस्ति चेत् गुणः इति गुणस्य चिन्तनमस्ति. परन्तु कुत्रचित् विशिष्टस्थलेषु पित् प्रत्ययम् आश्रित्य किमपि विशिष्टकार्यमपि भवितुमर्हति. अतः एतादृशविभजनम् अस्माकं सौलभ्याय भवति. अपित् प्रत्ययः अस्ति चेत् किं भवति भगिनि? अपित् अपित् प्रत्ययः अस्ति चेत् किं भवति? भवती उक्तवती सार्वधातुकम् अपित् इति, वदतु. सार्वधातुकम् अपित् नित्वत् भवति. गुणनिषेधकसूत्रम् अस्ति. किमस्ति गुणनिषेधकसूत्रम्? नितीच इति सूत्रेण गुणनिषेधः भवति. तर्हि अपित् प्रत्ययः अस्ति चेत् निद्वत् भवति. सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति. नितीच इत्यनेन गुणनिषेधः भवति. तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् केवलं भेदद्वयं, पित्वा अपित्वा. पित् अस्ति चेत् गुणः, अपित् अस्ति चेत् गुणः नास्ति. तावदेव, तत्र अन्यत् किमपि नास्ति. इदानीम् आर्धधातुकप्रत्ययः अस्ति. अत्र वासुदेवन् महोदय वदतु, आर्धधातुकप्रत्ययः अस्ति चेत् कति भेदाः? अस्ति वा? आर्धधातुकप्रत्ययः अपि त्रिविधाः, कित् नित् ञित् नित् कित् नित् ञित् नित् भिन्नः, त्रिविधाः. तर्हि कित् नित् अस्ति चेत् किं भवति? कित् नित् अस्ति चेत् गुणनिषेधः भवति. येन सूत्रेण? नीतिच इति सूत्रेण इति चिन्तयामि. सत्यं नीतिच इति सूत्रेण गुणनिषेधः भवति. इत् णित् अस्ति चेत् आगमः भवति इति चिन्तयामि. णित् णित् न न णित् णित् कानिचन कार्याणि भवन्ति तत् ते तानि अहं न जानामि. कीदृशकार्याणि? तानि कार्याणि मया अहं न जानामि. अस्तु अस्तु, नास्ति चिन्ता. इदानीं न स्मरामि. इदानीं न स्मरामि. नास्ति चिन्ता. अत्र गोमती भगिनी जानाति वा? नित् नित्तस्य वृद्धिः भवति अचोनिति अत उपदाय. अस्तु, अग्रे अग्रे आयसि आयसति पठामः. एकवारं वदामि, अत्र इत् णित् प्रत्ययः अस्ति चेत्, इत् णित् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत् वृद्धिः भवति. अङ्गस्य अन्ते अच्वर्णस्य वृद्धिः भवति. अचोयणिति अचोयणिति इति सूत्रेण अङ्गस्य प्रोनौन्सियेशन् अगेन् वन्स् अगेन् प्लीस् टेल् मीत् नित् ओके देन् नेक्स्ट् हौ डु यु रीड् दट् अचोयणिति इति सूत्रेण वृद्धिः भवति. अङ्गस्य अन्तिम अच्वर्णस्य वृद्धिः. अ इति अस्ति चेत् आ इति भवति. इ इति अस्ति चेत् किं भवति वृद्धिः? गोमती भगिनी वदतु. अस्ति वा भगिनि? अस्तु, सूर्यकुमारी भगिनी वदतु. इकारस्य वृद्धिः कः? वृद्धिः भवति. इकारस्य वृद्धिः औकारः ऐकारः. ऐकारः. उकारस्य वृद्धिः औकारः. औकारः. अतः ञित् णित् प्रत्ययः अस्ति चेत् अन्तिमवर्णस्य स्थाने वृद्धिः, उपदायाम् अपि वृद्धिः. अन्तिमवर्णस्य स्थाने वृद्धिः, उपदायां ह्रस्व अकारः अस्ति चेत् वृद्धिः. उपदायं ह्रस्व अकारः भवेत् वृद्धिः भवति. अन्तिमवर्णः कोऽपि अच्वर्णः अस्ति चेत् वृद्धिः भवति. वृद्धिः अ इति अस्ति चेत् आ इति भवति. इ इति अस्ति चेत् किं भवति? इ इति अस्ति चेत् ऐ इति भवति. उ इति अस्ति चेत् औ इति भवति. इ इत्यस्य गुणः ए, इ इत्यस्य वृद्धिः ऐ. उ इत्यस्य गुणः ओ, वृद्धिः औ. अस्तु, इदानीं उपादायं ह्रस्व अकारः अस्ति चेदपि वृद्धिः भवति. तत्र सूत्रमस्ति अत उपादायाः, अत उपादायाः. अस्तु, इदानीं तत्र तृतीयः भेदः, आर्धधातुकप्रत्ययस्य तृतीयभेदः अस्ति कित् नित् इत् नित् भिन्नः. कित् अपि नास्ति, नित् अपि नास्ति, ञित् अपि नास्ति, णित् अपि नास्ति इति तादृशप्रत्ययः. तादृशप्रत्ययः अस्ति चेत् किं भवति इति चेत् तत्र वृद्धिः अपि न भवति. यतोहि इत् णित् नास्ति, वृद्धिः नास्ति. कित् नित् नास्ति, कित् नित् नास्ति चेत् किं भवति? सामान्यतया गुणः भवति. अतः द्वितीयस्थले पित्तीव कार्यं भवति. पित् इत्यत्र किं कार्यं भवति? गुणः. तादृशकार्यं भवति कित् नित् इत् नित् भिन्नः अस्ति चेत्. स्पष्टं खलु? तर्हि अन्ततो गत्वा धातुतः विहितः प्रत्ययः त्रिविधाः. इदानीं तत्र अपित् अस्ति चेत् कित् नित् सार्वधातुकस्तरे अपित् प्रत्ययः, आर्धधातुकस्तरे कित् नित् प्रत्ययः. उभयत्र गुणनिषेधः. अर्धधातुकस्तरे पित् प्रत्ययः अस्ति, गुणः भवति. सार्वधात्तुकस्तरे पित् प्रत्ययः अस्ति चेत् गुणः भवति. समानं तत्र आर्धधात्तुकस्तरे कित् नित् इत् नित् भिन्नः अस्ति चेत् तत्रापि गुणः भवति. इत् नित् अस्ति चेत् वृद्धिः भवति. तावदेव, गुणः भवति अथवा गुणनिषेधः भवति अथवा वृद्धिः भवति, तावदेव. कित्वत् वदामि सम्यक् एवं किम् कित् नित् भिन्ना अस्ति चेत् कित्वत् वदतु सम्यक् एव. कित्नित् भिन्नः अस्ति चेत् कित्वत् इति वक्तुं न शक्नुमः. अत्र कित् नित् इत् नित् अपि भिन्नः भवेत्. इत् नित् अस्ति चेत् वृद्धिः भवति खलु, अतः पित् इव न भवति. अतः कित् नित् इत् नित् भिन्नः अस्ति चेत् पित् इव भवति. अस्तु, इदं चित्रं सर्वेषां मनसि भवतु. अस्तु, इदानीं द्वितीयं चित्रं प्रति गच्छामः. अत्र द्वितीयचित्रे अत्र कः वदति, अत्र वंशी भगिनी वदति वा अत्र द्वितीयचित्रे किम् अस्ति इति? आं भगिनि, नमस्ते भगिनि, श्रूयते वा भगिनि? श्रूयते वा. अस्तु अस्तु अस्तु, धातोः प्रत्ययः. अस्तु, द्वितीयचित्रे धातोः अनन्तरं यदि प्रत्ययः योजयामः तत्र प्रत्ययः द्विविधं भवति. एकं तु सार्वधातुकप्रत्ययः भवति, अपि च आर्धधातुकप्रत्ययः भवितुम् अर्हति. तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति. आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः भवितुम् अर्हति. सार्वधातुकप्रत्ययेषु द्विविधाः भवन्ति, पित् नो चेत् अपित्. पित् इत्युक्ते पकारस्य इत्संज्ञा यत् यस्मिन् प्रत्यये भवति तत् पित् भवति. यस्मिन् प्रत्यये पकारः नास्ति तत् अपित् भवितुम् अर्हति. यत्र पित् भवति तत्र गुणः भवितुम् अर्हति. अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति. यत्र अपित् अस्ति तत्र सार्वधातुकम् अपित् इत्यनेन नित्वत् भवति, अपि च निति च इति सूत्रेण गुणनिषेधः भवति. अस्तु, कित्नित् अपि च गुणनिषेधः. आर्धधातुकप्रत्यये तु कित् आर्धधातुकप्रत्यये तु त्रिविधं भवितुम् अर्हति. यदि कित् अस्ति अपि च नित् अस्ति तत्र गुणनिषेधः भवति निति च इति सूत्रेण. यदि कित् नित् णित् अपि च नित् क्षम्यतां नित् या णित् अस्ति तत्र वृद्धिः भवति. द्वे सूत्राभ्यां वृद्धिः भवितुम् अर्हति. एकं तु अचोयणति इति कारणेन अन्तिम अच्वर्णस्य वृद्धिः भवति, अपि च अत् उपधायाम् इति सूत्रेण. यदि उपधा ह्रस्व अकारः अस्ति तत्रापि वृद्धिः भवितुम् अर्हति. यत्र नित् कित् नित् भिन्नः अस्ति तत्र पित्वत् इव भवति, यतोहि एते चत्वारः इत्संज्ञा न भवति, अपि तदर्थं पित् भवितुम् अर्हति. अतः गुणस्य प्रसक्ति भवितुम् अर्हति. अस्तु, तदेव अस्ति. अपि च यत्र अङ्गं क्षम्यतां, यत्र एकं तु अस्ति लघु, ओ अस्तु, अन्यत् चित्रम् अस्ति अत्र अहं लघु उपधा हा इत्नित् नास्ति चेत् कित्नित् नास्ति इत्नित् नास्ति चेत् भिन्नः अस्ति. कित् अपि नास्ति, नित् अपि नास्ति, इत् अपि नास्ति, नित् अपि नास्ति, तादृशप्रत्ययः अस्ति चेत् अस्तु. हा, अपि च नित् नित् अपि च यत् नास्ति चेत् अपि उपधा, यदि लघु उपधायाम् इक् वर्णः अस्ति तत्रापि गुणः भवितुम् अर्हति. यद्यपि सार्वधातुकप्रत्यये भवेत् नो चेत् आर्धधातुकप्रत्यये भवेत् तत्र गुणः प्रसक्तिः भवति. यदि न, अत्र केवलम् आर्धधातुकस्य विषयः अस्ति खलु, इत् नित् भिन्नः आर्धधातुकप्रत्ययः. हा हा, सत्यं. परन्तु लघु इक् उपधा अस्ति चेत् पुगन्तलघुपदस्य यत्नेन गुणः भवितुम् अर्हति किल, आर्धधातुकप्रत्ययेषु अपि च सार्वधातुकप्रत्ययेषु न भवति. सत्यं, तत्र पित् इति उक्तं खलु, अतः अत्र तु इत्नित् भिन्नः कित्नित् भिन्नः इत्युक्ते तत्र पित् सार्वधातुकस्तरे पित् अस्ति, परन्तु आर्धधातुकस्तरे कित्नित् इत्नित् भिन्नः. अतः एव विभजनं कुर्मः. अस्माकं मनसि तादृशविभजनं भवति चेत् तत्र भ्रमः न भवति. तत्र पित् अपित् इति पृथक्तया स्थापयतु. अपि च आर्धधातुकम् इत्यत्र प्रत्ययः आर्धधातुकः इति अस्ति अस्ति चेत् तत्र कित्नित् इत्नित् अथवा कित्नित् कित् इत् कित् नित् इत् नित् भिन्नः. आम् आम् सत्यं सत्यं. लघु उपधा अस्ति चेत् अपि गुणः प्रसक्तिः भवितुम् अर्हति पुगन्तलघुपदस्य इत्यनेन. एतत्तु इत् नित् अपि च अजं ह्रस्व अकारः उपधायां नास्ति, अपि च अजन्त अच्वर्णः अन्ते नास्ति चेत् तत्र गुणः भवितुम् अर्हति यदि उपधायाम् इक् वर्णः अस्ति चेत्. तदेव समीचीनम्. अस्तु, हा समीचीनं, बहु समीचीनं, तथैव अस्ति. इत्युक्ते अत्र प्रथमतया धातुतः अत्र प्रत्ययः धातुतः विद्यमानः प्रत्ययः सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः. सार्वधातुकप्रत्ययः कः इति चेत् तिङ्क्षित् सार्वधातुकम्. अतः तिङ् अस्ति अथवा षित् अस्ति चेत् सार्वधातुकप्रत्ययः इति सामान्यनियमः. तत्र सार तिङ् प्रत्ययः अर्धधातुकः भवति इति अपि वयं दृष्टवन्तः. सामान्यतया तिङ् प्रत्ययः षित् प्रत्ययः सार्वधातुकप्रत्ययः. तादृशसार्वधातुकप्रत्ययः कृत् भवति अथवा तिङ् भवति. तर्हि तत्र पित्त्वम् अपित्त्वम् इति विभजनद्वयं. पित् अस्ति चेत् गुणः भवति. गुणः भवति इत्युक्ते तत्र इक् वर्णः भवेत्. अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. तत्र गुणः किमर्थं भवति सार्वधातुकार्धधातुकयोः इत्यनेन इति चेत् सार्वधातुकप्रत्ययः अस्ति इति कृत्वा गुणः भवति अङ्गस्य अन्ते. अनन्तरं पुगन्धलघुपदस्य च इति सूत्रेण पुनः सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेत् अङ्गस्य उपधायां लघु इक् वर्णः अस्ति चेत् गुणः भवति. लघु इक् वर्णः इत्युक्ते ह्रस्व इक् वर्णः. ह्रस्व इक् वर्णः ह्रस्व इकारः उकारः ऋकारः चेत् गुणः भवति. तदनन्तरम् अर्धधातुकं शेषः. यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति तादृशप्रत्ययः अर्धधातुकप्रत्ययः. अर्धधातुकप्रत्ययः अपि पुनः कृत् भवतु तिङ् अपि भवतु. वयं दृष्टवन्तः लिच्च अपि च लिङ्गाशिषि इत्यत्र तिङ् प्रत्ययः अर्धधातुकः. अतः अर्धधातुकस्तरे भवति तत्र चिन्तनं. तर्हि अर्धधातुकप्रत्ययः कित् नित् अस्ति चेत् इत्युक्ते तत्र तप्रत्ययः तप्रत्ययः कित् अस्ति, त्वा प्रत्ययः कित् अस्ति. अतः लिक् योगः त्वा इत्यत्र किमस्ति रूपं लिक् योगः त्वा लिखित्वा लिखित्वा लिखित्वा तत्र लेखित्वा इति नास्ति, लिखित्वा इत्येव रूपमस्ति. किमर्थं तत्र गुणनिषेधः अस्ति. लिक् इत्यत्र उपधायां लघु इक् वर्णः अस्ति, तस्य गुणः भवितुम् अर्हति. पुगन्तलघुपदस्य च इति गुणः भवितुम् अर्हति, परन्तु मिति च इति सूत्रेण गुणनिषेधः अस्ति कित् इत्यत्र इति इत्यतः. अतः एव लिखित्वा इति अस्ति, लिखितः लिखितवान्. सर्वत्र तप्रत्ययः तवतु प्रत्ययः कित् इति कृत्वा गुणनिषेधः. इदानीम् इडागमस्य विषये अपि चिन्तनं भवति. आर्धधातुकस्तरे इडागमचिन्तनं भवति. अतः एव लिखित्वा अत्र इडागमः अस्ति. सर्वदा तत्र स्मर्तव्यं. समीचीनम्. अर्धधातुकस्तरे इडागमचिन्तनमपि भवति. अपि च इदानीं तत्र इत् णित् प्रत्ययः अस्ति. इत् णित् प्रत्ययः अस्ति चेत् तत्र गुणस्य चिन्तनं यद्यपि भवितुम् अर्हति, तत्रापि प्रत्ययः आर्धधातुकप्रत्ययः इति उक्तं खलु. अतः गुणस्य चिन्तनं भवितुम् अर्हति, परन्तु गुणं प्रबाद्य गुणम् ओवर् रैड् कृत्वा अत्र वृद्धिः भवति. कुत्र भवति वृद्धिः इति चेत् अत्र उदाहरणार्थं निच् इति प्रत्ययः अस्ति. लिक् योगः निच् इति वदामः चेत् लिक् योगः निच्. इदानीं तत्र विनय् महोदय वदतु लिक् योगः निच् तत्र किं भवति? निच् इति प्रत्ययः कीदृशः? लिच् प्रत्ययः लिच् प्रत्ययः आर्धातुकप्रत्ययः. लिच् प्रत्ययः कार्यम् इन्त् लित् आधारेण भवति, परन्तु धातु अहं न श्रुतवान्. धातुः कः? धातुः अत्र लिक् इति उक्तवती. ओ लिक् धातु लिक् धातु अस्ति अतः लिक् धातु लिक् धातु इधुपद् धातु अस्ति अतः इधुपद् धातु यः अस्ति तर्हि इधुपद् धातु लिक् धातु इधुपद् धातु अस्ति णिच् धातु णिच् प्रत्ययः णिच् प्रत्ययः इन्तुडित् भवति अतः वृद्धि विषय नास्ति. किमर्थम् इत्णित् भवति इति वदतु एकवारं, किमर्थम् इत्णित् भवति? यतः प्रत्ययः णिच् अस्ति अतः णिच् आधारेण ण अस्ति. यथा केन सूत्रेण, केन सूत्रेण इत्संज्ञा? ओ केन सूत्रे इत् संज्ञा नो इत् इत् भवति आदौ चतुसूत्रेण आधारेण इत् भवति. सत्यं चतु इति सूत्रेण णित् भवति अतः णकारस्य इत् संज्ञा भवति अतः णिच् इति प्रत्ययः णित् अस्ति. णित् अस्ति इति कृत्वा अस्मिन् केटगरि आगच्छति इत् णित् प्रत्ययः. हरस्व अवशिष्यते. तर्हि यदि धातु लिख् अस्ति धातु नास्ति प्रत्ययः. ओ न धातु कः अहं न प्रत्ययः णित् अस्ति खलु न प्रत्ययः णित् अस्ति अहं जानामि प्रत्ययः णित् अस्ति अवशेषः अवशेष इ भवान् जानाति, भवान् जानाति अत्र भवान् धातुः णित् इति उक्तवान् अहं स्पष्टीकृतवती प्रत्ययः णित् इति तावदेव. तर्हि तर्हि लिक् योगः किम् अवशिष्यते णिच् इत्यत्र किम् अवशिष्यते? णिच् इत्यत्र किम् अवशिष्यते? नकारस्य इत्संज्ञा तदनन्तरं महोदय न तर्हि अहम् अवदत् हरस्व ई अवशिष्यते. हा समीचीनं, भवान् अवगच्छति महोदय, केवलं स्पष्टीकरोतु तावदेव. सर्वेषां लाभाय भवतु इति कृत्वा भवान् सर्वम् अवगच्छति इति जानामि. सर्वेषां लाभाय भवान् वदतु तत्र किम् अवशिष्यते इति चेत् ह्रस्वैकारः अवशिष्यते लिक् योगः इ. इदानीं किं भवति अत्र यतः धातु पठ अस्ति लिख् इति धातुः लिख् लिख् धातु लिख् धातु अस्ति अतः लिख् धातु लिख् धातु लिख् धातु लिख् धातौ तत्र अन्ते अचुवर्णः अस्ति वा? अन्ते अचुवर्णः नास्ति, अन्ते अचुवर्णः नास्ति अतः अचोयणिति इत्यस्य कार्यं नास्ति. अन्ते अचुवर्णः अस्ति चेत् वृद्धिः भवति. अचोयणिति न भवति परन्तु लिख् अपि उपधाया नास्ति. हा उपधायां ह्रस्वकारः अपि नास्ति. सत्यम्, उपधायां ह्रस्वकारः अपि नास्ति. अचोयणिति इत्यस्य कार्यं नास्ति. अतोपदायाः इत्यस्यापि कार्यं नास्ति. अतः तत्र किं भवति अन्य विषयः लघु हा लघु लघु इकुपद् धातु भवति. अन्यमार्गः अस्ति यदि लघु इकुपद् धातु अस्ति तर्हि उगन्तलघु उपधस्य च अङ्गस्य गुणः भवति. हा बहु समीचीनं, तथैव अस्ति. तर्हि इदानीम् अचोयणिति इत्यस्य कार्यं नास्ति, यतोहि लिक् इत्यत्र अन्ते अचर्णः नास्ति, हलन्तधातुः अस्ति, उपदायां ह्रस्व अकारः अपि नास्ति, यतोहि उपदायां ह्रस्व इकारः अस्ति, लिक् इत्यत्र ह्रस्व इकारः अस्ति, अतः वृद्धिः न भवति, गुणः एव भवति. अस्तु, समीचीनं. तर्हि लेखि इति रूपं भवति. क्षम्यतां, न न, भवान् जानाति इति अहं जानामि महोदय, भवान् जानाति इति जानामि, केवलं सर्वेषां लाभाय स्पष्टीकरोतु इति उक्तवती तावदेव. धन्यवादः, धन्यवादः. अस्तु, इदानीं तत्र तत्र लेखि इति नूतनधातुः अस्ति, ततः अग्रे तत्र प्रक्रिया यथा तत्र भुवादिगणे प्रक्रिया अस्ति तथैव भवति. लेखीयोगः शप्योगः इति तत्र लेखीयोगः शप्योगः इति इत्यत्र किं भवति इति उमा भगिनी वदतु. भगिनी एक किञ्चित् स्पष्टार्थं भगिनि, यतोहि लिखयोग निच् इति भवति, नित् इति भवति, तत्र नित् इति आर्थधातुकम् इति कृत्वा तत्र गुणः न भवति वा प्रथमतया एव? न, अत्र अस्माकं चिन्तनार्थं वयं किम् उक्तवन्तः, इत् नित् प्रत्ययः अस्ति चेत् वृद्धिः भवति इति उक्तवन्तः खलु, अतः परिशीलनीयं तत्र वृद्धिः भवति वा न वा इति परिशीलनीयं. वृद्धिप्रसङ्गः अस्ति चेत् वृद्धिः एव भवति, परन्तु लिक् इत्यत्र वृद्धिप्रसङ्गः नास्ति, यतोहि अन्ते अश्वर्णः नास्ति, उपदायामपि ह्रस्वकारः नास्ति, अतः वृद्धिः न भवति. तर्हि किं भवितुम् अर्हति तदानीम् इति चेत् उपदायं लघु इक्वर्णः अस्ति इति कृत्वा गुणः भवति. अस्तु, अस्तु भगिनि, धन्यवादः. हा, अत्र क्रमेण चिन्तयामः तावदेव. हा, लिख्यो लेखी लेखीयोगः शप् शप् अकारः एव योजयति, अन्ते हलन्त हलन्त्य सूत्रेण पकारः इत्वर्णः भवति, लोपः अपि भवति, शकारः शप् शकारः शकारः लोपः इष् लोकः भवति, इत्वर्णः भवति, अण्ड् लोपः भवति. सो लेखिष्यति की प्लस् लेखयति इति. तत्र लेखीयोगः अयोगः ति, इदानीं लेखि इत्यत्र किं भवति, अ इति प्रत्ययः अत्र परिशीलयति, लेखि प्लस् अ अत्र सन्धि भवति, एच अयावायः, सो अय आगच्छति. न न न, एकक्षणम् एकक्षणं, लेखियोगः अ अत्र किं भवितुम् अर्हति, लेखि इति अङ्गं कीदृशं? लेखि अन्ते शप् इति प्रत्ययः कीदृशः? सार्वधातुकप्रत्ययः. सो पुनः सार्वधातुकमध्ये कीदृशः? सार्वधातुकमध्ये पित् अस्ति. हा, पित् अस्ति, तर्हि किं भवति? गुणः सम्भवितुम् अर्हति. सो ई ले किन्तु लेखि लेखे ओ Okay. So, लेखयति इति, लेखयति इति रूपं समीचीनं भगिनि, परन्तु प्रत्यय कथम् अस्ति इति चिन्तयतु, ओके इति भवति खलु. ओके, सी इ बिकम्स् ए, गुणः सम्भवति, लेखे योगः अ, एच् अयवः आगच्छति, सो अय आगच्छति, सो लेखयति. हा, बहु समीचीनं, बहु समीचीनम् इति अस्ति. तत्र प्रथमतया लिक् योगः णिच् इत्यत्र आर्धधातुकप्रक्रिया अस्ति, यतोहि णिच् प्रत्ययः अर्धधातुकप्रत्ययः, तत्र अर्धधातुकप्रत्ययः, अतः तत्र आर्धधातुकप्रत्ययेषु कीदृशप्रत्ययः, कित् नित् अस्ति वा, इत् नित् अस्ति वा, कित् नित् इत् नित् भिन्नः अस्ति वा इति चिन्तनम् अस्ति तत्र. इदानीं लेखि इति नूतनधातोः निष्पादनं जातम्. इदानीं तत्र लेखि इति नूतनधातुतः यदा शप् योगः ति इति आगच्छति, तत्र सार्वधातुकप्रत्ययः अस्ति, शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तिङ् अपि सार्वधातुकप्रत्ययः. इदानीं सार्वधातुकप्रत्ययस्तरे कीदृशचिन्तनं, पित्वा पित्वा इति तादृशचिन्तनम्. अतः प्रत्येकस्मिन् स्तरे चिन्तनीयम् अत्र प्रत्ययः कः, प्रक्रिया कीदृशी इति चिन्तयित्वा तदनुसृत्य कार्याणि भवन्ति. अस्तु, इदानीम् अन्यत् उदाहरणम्. अत्र पट् इति धातुः अस्ति. अत्र गीताभगिनी वदति वा, पट् योगः णिच्. नमस्कारः भगिनि. नमस्ते भगिनि, वदतु. योगः णिच् ई अवशिष्यते, नकारस्य उच्चारण हलन्त हलन्त ई अवशिष्यते. तदनन्तरं पट् योगः ई भवति. ई इति प्रत्ययः कीदृशः, ई कीदृश इत्युक्ते अस्माकं चित्रे किम् अस्ति, तत्र धातुतः प्रत्ययः द्विविधः अस्ति खलु, अत्र कीदृशः सार्वधातुक आर्धधातुक तयोः मध्ये कः सार्वधातुकम् अस्ति, सार्वधातुकः अस्ति वा इति प्रत्ययः? न न, आर्धधातुकं भवति. किमर्थं शप् षित् न पट् योगः णिच् इति उक्तं खलु, पट् योगः इ. अस्तु, इति प्रत्ययः कीदृशः इदानीं? भवति आर्धधातुकम्. आर्धधातुकप्रत्ययः. तर्हि आर्धधातुकप्रत्ययः अस्ति चेत् अत्र आर्धधातुकप्रत्ययः त्रिविधः इति उक्तं खलु, अत्र कः कीदृशः इदानीं पुनः? इत् णित् अस्ति, यतोहि णिच् इति प्रत्ययः णित् अस्ति खलु, अतः तस्मिन् केटगरी मध्ये आगच्छति इत् णित्. तर्हि अत्र किं भवति, अजन्तः अजन्तः नास्ति, समीचीनम्, अजन्तः नास्ति. इदानीम् अन्यत् किं द्रष्टव्यम्? ह्रस्वकारः उपदा अस्ति. कुत्र अस्ति ह्रस्वकारः, कुत्र अस्ति? अङ्गे अङ्गे कुत्र अस्ति? उपदायाम् अस्ति खलु, उपदायाम् अस्ति. अतः वृद्धिः भवति, वृद्धिः भवति. केन सूत्रेण? चित्रे लिखितमस्ति खलु, पश्यतु द्वितीयचित्रे, द्वितीयचित्रे अत्र लिखितमस्ति खलु, प्रथमं सूत्रम् अचोयणिति इति सूत्रमस्ति, अचोयणिति. द्वितीयं सूत्रमस्ति अत उपदायाः इति, अङ्गस्य अन्ते. द्वितीयसूत्रेण वृद्धिः भवति, वृद्धिः भवति. पाठी इति पाठी इति भवति. तदनन्तरं शप् आगच्छति, तिगन्तम् अन्ते तिगन्त प्रत्ययं पाठयति इति भवति. बहु समीचीनं, पाठयति इति रूपम् अस्ति, सत्यम्. अत्र यथा तत्र लिक् लेखी योगः शप् योगः ति इति आसीत्, अत्रापि तथैव अस्ति, पाठी योगः शप् योगः ति. बहु समीचीनं भगिनि. बहुकालात् न आगतवती, तथापि स्मरति सर्वम्. चिरकालं आगच्छामि आगच्छामि, क्षम्यतां. नास्ति चिन्ता भगिनी, बहु सम्यक्तया भवती उक्तवती. अस्तु, इदानीं तत्र गीताञ्जलि भगिनी वक्तुमिच्छति वा? आं भगिनि, प्रयत्न करोमि. पाटीयोगः शप्योगः इति किं भवति इति स्मरयतु. आं भगिनि, एकनिमिष. पाठी योगः शप् योगः सि शप् शकार पकार लोप भवति इत्संज्ञा कृत्वा लषक्व तद्धिते इति सूत्रेण शकार अपगच्छति, अपि पकार हलन्त्यं सूत्रेण अपगच्छति, अकार एव अवशिष्यते. पाठी योगः अ योगः ति, अधुना ई योगः अ ई योगः अ अस्ति चेत् एचो यवायावः. न न न, एकक्षणम् एकक्षणम्, अत्र अ इति प्रत्ययः कीदृशः? ई, हा क्षम्यतां भगिनि, अ अप्रत्यय कीदृशप्रत्यय इत्युक्ते अस्माकं भेदद्वयम् अस्ति खलु, सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः, कीदृशः? हा, षित् अस्ति अतः सार्वधातुक षित्. अधुना शप् शप् तु सार्वधातुकप्रत्ययः अस्ति, षित् अतः, अपि च सार्वधातुकेषु, हा सार्वधातुकेषु पित् अस्ति, पित्वत् अस्ति, क्षम्यतां भगिनि, हा पित्वत् अस्ति, पित्वत् अस्ति चेत् किम् उक्तवती? पित् अस्ति, पित् अस्ति इति उक्तवती खलु, सम्यक्तया न श्रूयते. क्षम्यतां भगिनि, पित् अस्ति, पित् अस्ति चेत् तु गुणकार्यं भवति, सार्वधातुक अर्धधातुकयोः इति सूत्रेण. तदनन्तरं इगन्त अस्ति चेत् गुणकार्यं भवति, अधुना तु पाठी तु इगन्तम् अस्ति चेत् तत् तदनन्तरं गुणकार्यं भवति. गुण अस्ति चेत् इ ए भवति. ए योगः शप् अकार अस्ति, अतिष्ठति. ए योगः अ अस्ति अस्ति, तदनन्तरं योगः ति. ए योगः अ अस्ति चेत् एचोयवायावः सूत्रेण ऐ अस्ति, ऐ भवति. ऐ भवति चेत् पाठयति इति निष्पन्नं भवति. बहु समीचीनं, बहु समीचीनम्. इत्युक्ते अत्र इदानीं प्रथमं लिक् योगः णिच् इति वयं दृष्टवन्तः. लिक् योगः णिच् इत्यत्र यद्यपि प्रत्ययः णिच् प्रत्ययः णित् अस्ति, तत्र वृद्धिः न भवति. वृद्धिः न भवति चेत् सामान्यगुणः गुणः एव भवति इति वयं ज्ञातवन्तः. अपि च पट्योगः णिच् इत्यत्र अत उपादायाः इति सूत्रेण उपादायाः वृद्धिः, उपादायां यः ह्रस्व अकारः अस्ति तस्य वृद्धिः भवति, यतोहि णिच् प्रत्ययः णित् अस्ति. अतः तत्र पाटी इति नूतनधातुः अस्ति. इदानीं नी इति धातुः, नीयोगः णिच्, अत्र विजयलक्ष्मी भगिनी वदतु. नीयोगः णिच्, नीयोगः णिच्, अत्र णिच् आर्धधातुकप्रत्ययः अस्ति. नकारः इत् अस्ति इति णिति अतो अचो णिति इति सूत्रेण. ओहो, हा नि इत्यस्य वृद्धिः भवति नै इति भवति अनन्तरं नकार एकक्षणं भगिनि एकक्षणम् अत्र निच् इति प्रत्ययः आर्धधातुकप्रत्ययः इति उक्तवती अत्र गुणः भवितुम् अर्हति वा अत्र गुणः णित् अस्ति खलु णित् अस्ति इति कारणात् प्रथमं वृद्धि भवति वा इति द्रष्टव्यम् अनन्तरमेव गुणस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यम् इति वयं चिन्तयामः परन्तु अत्र वस्तुतः गुणस्यापि प्रसक्तिः अस्ति खलु अस्ति अस्ति नेति भवितुम् अर्हति हा नेति भवितुम् अर्हति परन्तु तत्र अचोयनिति इति सूत्रं बलवत् भवति तत्र अचोयनिति इत्यस्य बलमस्ति इति कृत्वा तत्र वृद्धिः भवति वृद्धिः भवति नि इत्यस्य नञ् इति भवति णित् अनन्तरं चकारस्य नकारस्य चुटु इति सूत्रेण इत्सम्या चकारस्य हलन्त्यम् इति सूत्रेण इत्सम्या तस्य लोपः इति लोपः भवति केवलम् इ इति अवशिष्यति अवशिष्यते नञ् योगः इ इति भवति अत्र एचो यवायावः इति सूत्रेण नञ् इत्यस्य नाय इति भवति नाय योगः इ नायि इति नूतनधातु निष्पद्यते बहु समीचीनं नायि इति नूतनधातुः सर्वे पश्यन्तु नी इत्यत्र इति अङ्गस्य अन्ते अच्वर्णः अस्ति नी इत्यत्र अन्ते ईकारः अस्ति तस्य वृद्धिः भवति यतोहि निच् प्रत्ययः नित् अस्ति अतः अचोयणिति इति सूत्रेण वृद्धिः ईकारस्य वृद्धिः ऐकारः अतः नञ् योगः इ इति अस्ति सन्धिकार्यं कृत्वा यचोयवायावः इति यान्तावान्तदेशसन्धिं कृत्वा ऐकारस्य स्थाने आय् तर्हि नायि इति नूतनधातुः नायियोगः शप्योगः इति किं भवति नाययति इति भवति प्रतिपादयतु नायि योगः शप् योगः तिप् इति अत्र शप् इति षकारपकारयोः इत्सम्या तस्य लोपः इति लोपः जायते अ एव अवशिष्यते अ इति सार्वधातुकप्रत्ययः अस्ति इति कृत्वा नायि इत्यस्य गुणकार्यं भवति नाये योगः अयोगः ति इति भवति एकारस्य एचो यवायावः इति ऐ आदेशः भवति नाय नायय योगः अयोगः ति नाययति इति भवति हा बहु समीचीनं नाययति इति अस्ति समीचीनं तर्हि कित् अस्ति चेत् क्षम्यतां भगिनि तत्रैव मम प्रश्नः आसीत् भगिनि अत्र निच् इति अर्थधातुकम् इति कृत्वा गुणस्य प्रसक्ति वा वृद्धि इति तस्य अपि समानचिन्तनं भवति खलु वृद्धि भवति वा गुणः भवति वा इति कथं जानीमः बलाबलस्य चिन्तनमस्ति सूत्रद्वयं प्रसक्तं तयोः मध्ये किं कार्यं करोति इति चिन्तनमस्ति तत्र अचोयनिति इति सूत्रं बलवद् भवति इति वयम् अग्रे पश्यामः अचोयनिति इति सूत्रं बलवद् भवति तत्र किं तत्र गुणः न भवति गुणं प्रबाद्य वृद्धिः भवति वृद्धिः भवति अतः यत्र यत्र अङ्गस्य अन्ते अच्वर्णः अस्ति णित् प्रत्ययः अस्ति चेत् तत्र सर्वत्र वृद्धिः एव भवति इति सामान्यचिन्तनं परन्तु सूत्रयोः मध्ये किं कार्यं कस्य कार्यं कस्य बलम् इति भिन्नचिन्तनमस्ति बलाबलचिन्तनम् इति अस्माकम् अग्रे एकं पाठम् आयास्यति अष्टाध्याय्यां बलाबलचिन्तनम् इति पाठः इदानीं एतस्य इदं करपत्रं समाप्य तदनन्तरम् अन्यत् एकमस्ति एकं करपत्रं तस्य अनन्तरम् अष्टाध्यायः बलाबलचिन्तनमेव भविष्यति तत्र वयं द्रष्टुं शक्नुमः बलाबलचिन्तनं बहु सम्यक् अस्ति चिन्तनं भवति तत्र कथं जानीमः किं सूत्रं कार्यं कुर्यात् इति कथं जानीमः केन बलेन केन आधारेण तत्र परिभाषा का तत्र सूत्रं किं तत्सर्वं वयं पठिष्यामः भगिनी अत्र अजन्त ह्रस्व अकार उपध धातु अत्र आम् न इति भेदः द्वयम् अत्र न इत्यस्य अङ्गस्य गुणः इति सप्तसप्ततिः इति अस्ति खलु, तद् सप्त इति भवति खलु, दोषः अस्ति, सप्तसप्ततिः मुद्रणदोषः अस्ति, केवलं सप्तमाध्यायस्य तृतीयपादे इति भवेत्, दोषः अस्ति तत्र, दोषः अथवा कथञ्चित् तत्र तादृशं दृश्यते, अत्र प्रायः मुद्रणदोषम् सप्तमाध्याये तृतीयपादे अस्ति, पुगन्तलघुपदस्य च इति श्रुतं षडशीतितमं श्रुतम्। अस्तु, इदानीं तत्र मनसि किञ्चित् स्पष्टता अस्ति वा, अग्रे सर्तुं शक्नुमः वा, अत्र किञ्चित् अभ्यासं कुर्मः, अभ्यासेन एव सर्वं भवति, अतः अभ्यासं कुर्मः इदानीम्। अत्र सूत्रद्वयम् एकवारं पठित्वा अभ्यासं कुर्मः। अत्र अचोयनिति इति सूत्रम् इति उक्तं, परन्तु अचोयनिति इति सूत्रस्य विवरणं न पठितं, तर्हि अधुना पठामः। अत्र कः पठति, गोमती भगिनी पठितुमिच्छति वा? अस्तु, भगिनी नास्ति वा? अस्तु, अरविन्द महोदय पठतु। आं भगिनि, अचोनिति अजन्ताङ्कस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति निति प्रत्यये परे, येन विधिस्तदन्तस्य इत्यनेन अचः अङ्कस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य, अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धि, ञ च न च ञनौ नौ इतौ इति यस्य तत् नित् तस्मिन् निति, द्वन्द्वगर्भबहुव्रीहिसमासः, अचः षष्ट्यन्तं निति सप्तम्यन्तं द्विपदमिदं सूत्रं, मृजेर्वृद्धिः इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः, अङ्कस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अचः अङ्कस्य वृद्धिः नीति। अत्र निति इति प्रत्ययस्य वृद्धिः कथं भवति इति अस्मिन् परिच्छेदे विवरणं दत्तमस्ति। अचः अङ्कस्य इत्युक्ते केवलम् अच् इत् अङ्गस्य नास्ति, किन्तु अजन्तस्य अङ्गस्य अपि, येन विधिस्तदन्तस्य इति सूत्रबलात् स्वीकरणीयं, तत् कृत्वा निति ञित् एवं नित् इत् अस्ति चेत् अङ्गस्य अन्तिम अजन्तस्य वृद्धिः भवति इति एतत् सूत्रं वदति। हा, बहु समीचीनं महोदय, तत्र स्थानी किं, स्थानिः अचः, अचः इति षष्ट्यन्तम् अस्ति, अचः स्थानी, अच्वर्णः स्थानी, हा अच्वर्णः स्थानी अस्ति, निमित्तं किं, ङिति निति इति निति इत्यस्य इत्यस्य कस्य उल्लेखः, सप्तमी अस्ति इति कृत्वा परकार्यं, हा परकार्यम् इति निति इत्युक्ते कस्य उल्लेखः अस्ति अत्र, प्रत्ययानां येषां नित् अस्ति अथवा ञित् अस्ति तेषां, हा बहु समीचीनम्, इत् नित् इति प्रत्ययः अस्ति, कथं जानीमः प्रत्ययः इति, अत्र न उक्तं खलु, धातुतः परे अधिकारः अस्ति अङ्गस्य इति कृत्वा अङ्गस्य अधिकारे प्रत्ययानां, बहु सम्यक् बहु सम्यक्, अङ्गस्य इति अधिकारे अस्ति इदं सूत्रम्, अङ्गस्य इति अधिकारे अस्ति, अङ्गम् इत्युक्ते किम् अस्ति, अङ्गम् इत्यस्य डेफिनेशन् किम् अस्ति, अङ्गम् इत्युक्ते प्रत्ययानां पूर्वं धातु कस्मिन् किमपि रूपं स्वीकृत्य उपदेशे वा आदिदेशे वा तिष्ठति तस्य नाम संज्ञा भवति अङ्गम्। प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अस्ति अङ्गम्। अतः अङ्गस्य इति अधिकारे इदं सूत्रमस्ति चेत् प्रत्ययः भवेत्। कस्य नाम अङ्गम्? प्रत्ययः अस्ति चेत् तस्य पूर्वं यः भागः अस्ति तस्य नाम अस्ति अङ्गम्। अतः इदं सूत्रम् अङ्गस्य इति अधिकारे अस्ति, अतः ज्ञातुं शक्नुमः अचः अङ्गम्, अचः अङ्गस्य, अचः अङ्गस्य इत्युक्ते तादृश अङ्गं यत्र अच्वर्णः अस्ति। इदानीं तत्र एकक्षणं, तत्र इति निति प्रत्ययः इति जानीमः, तर्हि इति प्रत्ययः अथवा निति प्रत्यये परे, इति प्रत्यये निति प्रत्यये परे, तत्र इति प्रत्ययः भवतु अथवा निति प्रत्ययः, अनयोः मध्ये एकः प्रत्ययः भवति। पूर्वम् अङ्गं भवति, अङ्गं कीदृश अङ्गम् इति चेत् अजन्त अङ्गम्। अच्छः अङ्गस्य, अनयोः कः सम्बन्धः? विशेषणविशेष्यभावः। किं विशेषणं, किं विशेष्यम्? विशेषणम् अस्ति अङ्गः, अचः विशेषणम् विशेषण अस्ति। अङ्गं किम् अस्ति? विशेष्यम्। अङ्गं विशेष्यम् अस्ति, अच् इति विशेषणम् अस्ति। तर्हि इदानीम् अचः अङ्गस्य इति वदामः चेत् तत्र विशेषणविशेष्यभावः अस्ति, अतः तत्र कः अर्थः भवति? अचः अङ्गस्य, अचः अङ्गस्य इति वदामः चेत् कः अर्थः? अचः अन्तिमवर्णः भवेत् अजन्तस्य। तादृश अर्थः कथं निष्पन्नः? तदन्तविधि कारणात्। नो चेत् तत्र कः अर्थः भवति? तदन्तविधिः इति नास्ति चेत् तत्र कः अर्थः भवति? अङ्गः अचः भवेत्, अजन्तस्थाने अचः एव अङ्गः भवेत्। इत्युक्ते अभेदः भवति, अभेदः भवति इत्युक्ते सुन्दरः बालकः इति वदामः चेत् अभेदः अस्ति, बालकः एव सुन्दरः, सुन्दरः एव बालकः। अभेदः इत्युक्ते अचः अङ्गस्य इति वदामः चेत् विशेषणविशेष्यभावः इत्युक्ते अच् इति अङ्गम् इति निष्पन्नं भवति। अच् इति अङ्गम्, अच् इति अङ्गम् इत्युक्ते तत्र एकः एव वर्णः अस्ति अच् वर्णः, तादृशवर्णः अङ्गम् इति अर्थः निष्पन्नः भवति। तथा भवति चेत् तत्र कार्यक्षेत्रं बहु लघु भवति, परन्तु इदं सूत्रं बहुत्र कार्यं करोति, तस्य कार्यं बहुत्र भवेत्। तदर्थं तादृश अर्थं साधयितुं तत्र येन विधिस्तदं तस्य इति सूत्रेण, रमाभगिनी वदतु तत्र येन विधिस्तदं तस्य इत्यनेन किं वयं कुर्मः? प्रश्नः अस्ति, येन विधि तदन्तस्य विशेषणविशेष्यभावः यत्र अस्ति तत्र तदन्तविधिः भवति, तदन्तः अर्थात् अचः स्थाने अचः अन्तः अजन्तः भवति, अजन्तस्य अङ्गस्य इति षष्टिविभक्ति पञ्चमीविभक्ति स्थाने तदन्तविधिः आगच्छति, सप्तमी आदि तदादि। हा, इत्युक्ते अत्र न केवलं तदन्तविधिः अपि च स्वस्य, इत्युक्ते न केवलम् अच् इति अङ्गं, तत्र विशेषणविशेषभावः अस्ति इति कृत्वा अच् इति अङ्गं तु सिद्धम्, अच् इति अङ्गम् इति सिद्धमस्ति। अत्र येन विधि सदन्तस्य इति सूत्रं नास्ति चेदपि अच् इति अङ्गम् इति सिद्धमस्ति, यतोहि विशेषणविशेषभावः अस्ति, विशेषणविशेषभावः अस्ति चेत् अभेदः अस्ति। सुन्दरः बालकः इति वदामि चेत् तयोः मध्ये विशेषणविशेष्यभावः अस्ति, तर्हि अभेदः अस्ति। अभेदः इत्युक्ते किम् इति चेत् तत्र बालके बालकः अस्ति, बालके सौन्दर्यम् अस्ति, तत्र सौन्दर्यम् अपि बालके एव अस्ति। अतः इ इति अङ्गम् इति वदामि चेत् तत्र केवलम् अङ्गे इ इति वर्णः अस्ति, इ इति अङ्गम् इति चेत् केवलम् इ इति वर्णः अस्ति, अच् इति अङ्गम् इति वदामः चेत् केवलम् अच् इति अस्ति। सुन्दरः बालकः इति चेत् सौन्दर्यं कुत्र अस्ति? तत्र सर्वत्र अस्ति सौन्दर्यं। सुन्दरः बालकः इति चेत् मुखं सौन्दर्यं सुन्दरं वा तत्र हस्तः सुन्दरः वा इति तादृशं नास्ति. सम्पूर्णबालकः सुन्दरः, अतः अभेदः अस्ति. सुन्दरः इति वदामः चेत् कस्य उल्लेखः? बालकस्य उल्लेखः. बालकः इति वदामः चेत् अपि बालकस्य उल्लेखः, अतः अभेदः अस्ति. अतः अत्र अचः इति, अचः अङ्गस्य इति वदामः चेत् केवलम् अच् इति अङ्गम् इत्येव वयं स्वीकुर्मः. तादृश अङ्गं यत्र अच् अस्ति, केवलम् अच् अस्ति. परन्तु तादृश अर्थः न इष्टः. अत्र सूत्रस्य कार्यक्षेत्रं बृहत् कर्तुम् इच्छामः. अतः येन विधिस्तदं तस्य सूत्रेण न केवलम् अच् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते अच् वर्णः अस्ति तस्यापि ग्रहणं, तदन्तग्रहणमपि अस्ति अत्र. न केवलम् अच् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते अच् अस्ति तस्यापि ग्रहणम् इति कृत्वा इदानीं सूत्रार्थः भवति अजन्ताङ्गस्य. अजन्ताङ्गस्य इत्युक्ते इदानीम् इ इति धातुः अस्ति चेत् तस्यापि कार्यं भवितुम् अर्हति. इ योगः णिच् इति अस्ति चेत् तत्रापि अचोयन् इति कार्यं कर्तुं शक्नोति. अपि च अन्य कोऽपि धातुः, नी इति धातुः अस्ति. नी इति धातुः तत्र केवलम् अच् इति अङ्गं नास्ति, नकारः अपि अस्ति, ईकारः अपि अस्ति. एतादृशधातुः अस्ति चेदपि तदन्तविधिः भवति इति कृत्वा तत्र नी इत्यत्रापि अचोयन् इत्यस्य कार्यम् अस्ति. अतः तत्रापि वृद्धिः भवति इति अत्र अस्ति. इदानीम् अत्र अन्यः क्लेशः अस्ति. येन विधि सदन्तस्य इत्यनेन तदन्तविधिः इति सिद्धः अस्ति. न केवलम् अच्छिति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते अच्वर्णः अस्ति, द्वयोः अपि ग्रहणम् इति अस्ति. इदानीम् अग्रे कः क्लेशः? प्रश्नः अस्ति भगिनि. विमला भगिनी वदतु. केवलम् अच् इति अङ्गम् अस्ति वा यत्र? केवलम् अच् इति अङ्गम् इ इति धातुः अस्ति खलु, इन् गतौ इति एकः धातुः अस्ति, तत्र इ इति अस्ति. इ इति धातुः केवलम् अच् इति अङ्गम्, अन्यत् किमपि नास्ति तत्र. इ योगः णिच् इति अस्ति चेत् इ इति अङ्गम् अस्ति, णित् इति प्रत्ययः अपि अस्ति, तर्हि तस्य वृद्धिः भवति. इ इत्यस्य वृद्धिः भूत्वा ऐ इति भवति. तत्र कार्यमस्ति, अस्य कार्यमस्ति, क्लेशः नास्ति. परन्तु इदानीं नी इति धातुः अस्ति. नी इति धातौ अस्य सूत्रस्य कार्यमस्ति वा इति प्रश्नः. अत्र सूत्रं केवलं पश्यामः चेत् अचः अङ्गस्य वृद्धिः इति णिति इति वदामः चेत् नी इत्यत्र कार्यं न भवितुम् अर्हति, यतोहि अच् इति अङ्गं नास्ति. परन्तु नी इत्यत्रापि वयं कार्यं कर्तुम् इच्छामः. तत्रापि कार्यं भवेत् रूपसाधनार्थं, तत्रापि कार्यं भवेत्. तत् कथं प्राप्तुं शक्नुमः इति चेत् अत्र परिभाषासूत्रम् अस्ति. येन विधिस्तदन्तस्य इति परिभाषासूत्रम् अस्ति. सूत्रं किं वदति इति चेत् यत्र विशेषणविशेष्यभावः अस्ति, अचः अङ्गस्य इत्यत्र विशेषणविशेष्यभावः अस्ति, एतादृशसन्दर्भेषु यत्र विशेषणविशेष्यभावः अस्ति तत्र न केवलम् अच् इति अङ्गम् इति वयं स्वीकुर्मः, परन्तु तादृश अङ्गं यस्य अन्ते अच् अस्ति, तदन्तमस्ति, तस्यापि ग्रहणं भवति इति वयं वदामः. अतः अत्र न केवलम् इ इति धातुः तस्य कार्यं, तस्य कृते अपि कार्यं भवति, अपि च नी इति धातुः अस्ति तस्य कृते अपि कार्यं भवति अनेन सूत्रेण, यतोहि नी इत्यत्र अजन्तम् अस्ति, तदन्तम् अस्ति. स्पष्टं वा भगिनि? स्पष्टमस्ति, धन्यवादः. इति अस्ति अत्र, इति सूत्रार्थः. इदानीम् अत्र अन्यः क्लेशः अस्ति. रमा भगिनी वदतु, कः क्लेशः? स्थानी कथम् इति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव वृद्धिः भवति. किमर्थम् अलोन्त्यस्य इत्यस्य आवश्यकता? न तु पूर्णतया अङ्गा विल् गेट् सब्स्टिट्यूटेड्. सत्यं, यदि अत्र इदानीं तत्र कः क्लेशः इति चेत् तत्र प्रथमः क्लेशः निवारितः. न केवलम् अच् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते अच् अस्ति इति निवारितमस्ति. इदानीं द्वितीयः प्रश्नः अस्ति, अङ्गस्य इति स्थानी अस्ति, अङ्गस्य इति स्थानी अस्ति, अचः अङ्गस्य इति स्थानीः अस्ति. अङ्गस्य इति स्थानी अस्ति चेत् सम्पूर्ण अङ्गस्य स्थाने वृद्धिः भवति वा इति प्रश्नः अस्ति. इदानीं नी इति धातुः, तत्र नी इत्यत्र वृद्धिः भवति इति वयं जानीमः. वृद्धिः भवति चेत् ऐ इति भवति. इदानीम् ऐ इति आदेशः कुत्र भवति? नी इति सम्पूर्णधातोः स्थाने भवति वा इति प्रश्नः उदेति. तर्हि नी इति सम्पूर्णधातोः स्थाने भवति चेत् नी इत्यस्य स्थाने ऐ इति भविष्यति. तथा न इष्यते. ऐ इति भवति चेत् तत्र नायेति इति रूपं न सेत्स्यति, न साधयितुं शक्नुमः. अतः अत्र अलोन्त्यस्य इति सूत्रं किं वदति इति चेत् तत्र नी इत्यत्र सम्पूर्णस्य स्थाने, अङ्गस्य स्थाने आदेशः नास्ति, परन्तु अन्तिमवर्णस्य स्थाने आदेशः अस्ति इति कृत्वा नी इत्यत्र अन्तिम ईकारस्य स्थाने ऐकारादेशः इति अलौन्त्यस्य इति सूत्रेण, इति सूत्रस्य सहायेन तादृश अर्थः निष्पन्नः भवति. उद्धं वा अत्र अन्त्यवर्णः ईकारः अजन्त अजन्तधातु, किन्तु पूर्ण पूर्णवर्णः वृद्धिः भवति अथवा अवसान इकारः मात्रं भवति वा इति इत्यस्य अर्थः कः? इत्युक्ते तत्र अचः अङ्गस्य इत्युक्ते इत्युक्ते स्थाने अस्ति चेत् तस्य स्थाने आदेशः भवति खलु. अत्र अस्माकं नियमः कः? स्थाने अस्ति चेत् तस्य स्थाने आदेशः भवति. स्थाने षष्टियोग इत्यस्ति. स्थानिनः स्थाने आदेशः भवति. तर्हि अत्र स्थानी कः इति चेत् अङ्गमेव स्थानी अस्ति. अङ्गं स्थानी अस्ति. अङ्गस्य स्थाने आदेशः भवति चेत् नी इत्यस्य सम्पूर्णस्य स्थाने आदेशः भविष्यति. नी इति अङ्गस्य स्थाने आदेशः भवति. नियोगः णिच् इत्यत्र नी इति अङ्गम् अस्ति. नी इति अङ्गस्य सम्पूर्णस्य स्थाने आदेशः भविष्यति चेत् तत्र इष्टरूपं न प्राप्नुमः. नी इत्यस्य स्थाने वृद्धिः भवति चेत् ऐ इति भवति. ऐ योगः इ इति भवति चेत् तर्हि ऐ योगः इ इति भवति चेत् ऐ इति नूतनधातुः निष्पद्यते. अययति इति अनिष्टरूपं सिद्ध्यति. अययति इति परन्तु तन्निष्यते. अत्र किम् इच्छति इति चेत् नी इत्यस्य अन्तिमवर्णस्य स्थाने एव आदेशः भवतु. तर्हि नी इत्यत्र ईकारस्य स्थाने ऐकारः अस्ति चेत् नै, तर्हि नायी नाययति इति रूपं सिद्ध्यति. तादृशरूपं रूपसाधनार्थं तत्र अलोन्त्यस्य इति सूत्रेण केवलम् अन्तिमवर्णस्य स्थाने आदेशः भवति, न तु सम्पूर्णस्य इति अर्थः सिद्ध्यति. भगिनी प्रश्नः अस्ति, अलोन्त्यस्य इत्युक्ते केवलम् अन्तिमवर्णस्य सूत्रम् अस्ति चेत् येन न श्रूयते भगिनि. अलोन्त्यस्य इत्यनेन केवल अन्तिमवर्णस्य एव स्थाने कार्यं भवति. तत् येन विधिस्तदस्य इति आवश्यकता अस्ति वा? अलोन्त्यस्य इति कार्यं भवति किल? अलोन्त्यस्य इत्यनेन अलोन्त्यस्य इत्यनेन ई इति धातुः अस्ति चेत् क्लेशः नास्ति. तत्र अलोन्त्यस्य इत्यस्य आवश्यकता एव नास्ति. ई इति धातुः अस्ति चेत् तत्र अलोन्त्यस्य इत्यस्य आवश्यकता नास्ति. इ इति एकः एव वर्णः, अङ्गम् इ इति अस्ति, तर्हि तस्य स्थाने आदेशः भवति. परन्तु नि इति धातोः ग्रहणं न भवति अत्र. यावत्पर्यन्तं येन विधिस्तदन्तस्य इति न आगच्छति तावत्पर्यन्तं नि इति धातोः ग्रहणमेव न भवति खलु. यतोहि अच् इति अङ्गम् इति वदामः चेत् केवलम् अच् इति अङ्गं, तर्हि केवलं तादृशधातवः यत्र एकः एव वर्णः इ इति अस्ति अथवा उ इति अस्ति अथवा रु इति अस्ति, केवलं तादृशधातूनां ग्रहणं भवति. परन्तु तद् न इष्यते अत्र. अत्र किं वयं किम् इच्छामः इति चेत् न केवलम् इ इति धातुः वयम् इच्छामः, परन्तु तादृशधातुः यस्य अन्ते अच् अस्ति तस्यापि ग्रहणं भवतु. येन विधि सदन्तस्य इत्यनेन एव नि इत्यस्य ग्रहणं भवति. अतः तदनन्तरमेव अलोन्त्यस्य इत्यस्य आवश्यकता भविष्यति. ओ अस्तु. भगिनि, यदि यदि सम्पूर्णस्य वर्णस्य वृद्धिः भवति चेत् ऐ इ आययति भविष्यति वा? आययति इति उक्तं खलु, आययति. यदि न उचितं अवगतं यदि अलोन्तस्य सूत्रः नास्ति सम्पूर्ण अन्तिमवर्णस्य सम्पूर्ण वर्णस्य वृद्धि भवति इति भविष्यति यतो हि वृद्धिः ऐकारः अस्ति आययति इति भविष्यति तस्मादेव सूत्रं साहाय्यं करोति सत्यं सत्यम् अस्तु अत्र समयः अपि अतीतः कोऽपि प्रश्नः वा चिन्तयन्तु पुनः ध्वनिमुद्रणं शृण्वन्तु अत्र येन विधिस्तदन्तस्य अपि च आलोन्त्यस्य अनयोः सूत्रयोः विषये चिन्तनं कुर्वन्तु पूर्वमपि अस्माभिः चर्चितमस्ति नूतनं नास्ति विषयः नूतनः नास्ति अस्तु तर्हि अत्र स्थगयामः अत्र गतवर्गे उक्तमासीत् अत्र गृहपाठरूपेण अभ्यासं कुर्वन्तु अग्रे अभ्यासः अस्ति केवलं लट्लकारस्य रूपाणि एकवारं लिखन्तु अत्र नवधातवः सन्ति तेषां लट्लकाररूपाणि लिखन्तु लट्लकारे प्रथमपुरुषे एकवचने नी इति धातुः अस्ति चेत् नीयोगः शप् योगः ति प्रक्रिया कथं भवति इति लिखन्तु स्वादिगणे छि इति धातुः अस्ति चेत् छियोगः श्नुयोगः ति प्रत्ययः कीदृशः सार्वधातुकः वा अर्धधातुकः वा प्रत्ययः पित् वा अपित् वा तादृशचिन्तनं सर्वम् एकवारं लिखन्तु अग्रिमसप्ताहे पुनः द्रक्ष्यामः धन्यवादः धन्यवादः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि